सरला भगिनी का करोति वा भगिनी? अस्तु अस्तु अस्तु भगिनि, लुट्लकारस्य इति अस्माकं विषयं प्रचलितम् अस्ति. इदानीं वयं दृष्टवन्तः अनद्यन्त लुट् इति अनद्यन्तकृते लुट्लकारस्य प्रयोगः भवति. तदनन्तरं लुट्ल शतासि लृट् लटो यदि अस्ति तत् अनेन तास् इति विकरणप्रत्यय आगच्छति धातोः अनन्तरं. यदि तास् इति आगच्छ तदनन्तरं सिद्धतिङ्गप्रत्यय सिद्धि किं भवति इति चिन्तनमस्ति. वयं दृष्टवन्तः प्रत्ययस्य आदेशे यदि भवति तत् प्रथमस्य दारोरस् इति अस्ति मूल सिद्धतिङ्गप्रत्यय मूलप्रत्यये अस्ति परस्मैपदी आत्मनेपदी. तेषां गतसप्ताहे वयं कृतवन्तः कथम् आगच्छति. इदानीं संक्षेपे वयं चिन्तयामः किं किं भवति. सो परस्मैपदी मूलतिङ्प्रत्यय आसीत् तिप् तस् झि सिप् थस्थ मिप् वस्म. इदानीम् अस्माकं प्रक्रिया किम् अस्ति, प्रक्रिया भूत्वा वयम् आप्नुमः ता तारौ तारः तासि तास्थ तास्थ तास्मि तास्व तास्म. कथं निष्पन्नं भवति संक्षेपे, तिप् स्थाने वयं सूत्रमस्ति दारो रस् डा इति आगच्छति. वयं दृष्टवन्तः पूर्वं कथम् अनिकाशित् सर्वस्य अनेन इति सर्वं चर्चा दृष्टवन्तः. इदानीं केवलं प्रक्रिया दृष्टामः संक्षेपे. तिप् स्थाने यदि डा आगच्छति तदनन्तरं किं भवति, पकारस्य हल्यन्तं ति इति अस्ति, तस्य स्थाने डा तिप् अस्ति, दास् योग तिप्. सो ति स्थाने डा आगच्छति. सो डा चुटु अनेन डकारस्य लोपः भवति, आ अवशिष्यते. इदानीं तास् योग आ. सो इदानीं भसंज्ञक अस्ति किन्तु टेः इति सूत्रेण टि भागस्य लोपः भवति विकर्णपद तासस्य आस् इति लोपः भवति. सो ता योग आ इति अवशिष्यति. सो ता इति भवति प्रथमपक्ष एकवचने. तारौ यत् अस्ति तत्र किं भवति, तस् अस्ति, तस्य स्थाने रौ आगच्छति. तास् योग रौ. इदानीं रिच् इति सूत्रम् अस्ति, रिचरति सकार रेफ परे अस्ति, सकारस्य लोप भवति. सो इदानीं ता रौ इति अवशिष्यति. सो तारौ भवति. झ स्थाने झि स्थाने इदानीं तास् योग झि. झि स्थाने आगच्छति रस्. सो रस् आगच्छति, पुनः रिच तस्य कार्यं भवति. तदनन्तरं ता रस् इति भवति. सकारस्य भव खरवस्थान विसर्जनीय अभिरुत्वं भूत्वा ससृजरुत्वं भूत्वा विसर्ग भवति. तु ता तारौ तारः. इदानीं तत् सिप् अस्ति, सिप् स्थाने किं भवति, तास् योगस्य अस्ति. सूत्रम् अस्ति तास् अस् तयोः लोपः भवति, सकारस्य लोपः भवति. सकारे परे पूर्वस्य सकारस्य लोपः भवति. सो ता योगसि इति तासि निष्पन्नं. तदनन्तरं किम् अस्ति, सर्वे मध्यमपुरुषद्विवचन आरभ्य केवलं वर्णमेलनम् अस्ति. सो तास्थः तस्य थस् अस्ति. सो सकारस्य पुनः ऋत्वम् अपि विसर्ग भूत्वा तास्थः भवति. तास्थ तास्मि तास्व तास्म इति. आत्मनेपदी अस्ति, तारौ तारः इति अस्ति, तारौ तारः. तत्रापि समानरूपम् अस्ति यथा परस्मैपदी अस्ति, किन्तु प्रक्रिया भिन्नं भवति. ता इति अस्ति समानप्रक्रिया भवति. वयं जानीमः डित्व तास् योग स्थाने डा आगच्छति. डित्व डित्व इति डित् अस्ति, तस्य कारणे टे लोपः, टे सूत्रस्य प्रसक्तिः भवति, टे टि भागस्य लोपः भवति. न तु भ संज्ञक यथा यचि भम् इति वयं दृष्टवन्तः पूर्वं यदि प्रातिकपदं तत्र अत्र केवलं दित्वात् दित्वात् सामर्थ्य कारणे इति लोपः भवति सकारस्य. सो तारौ इदानीम् आथाम् आथां स्थाने पुनः रौ आगच्छति, समानप्रक्रिया यथा परस्मैपदी अस्ति ऋच अनेन. सो तारौ तारः इदानीं आतां झ स्थाने अगे पुनः समानप्रक्रिया यथा परस्मैपदी अस्ति. ऋच अपि सस्यजौलु खरवस्थानं विसर्जनीय. इदानीं मध्यमपुरुष एकवचने सूत्रमस्ति थास्से. आत्मनेपदी यदि थास् मूलप्रत्यय अस्ति, तस्य सर्वस्य स्थाने से आदेशः भवति. थास् योगसे पुनः तास्य लोपत्योः लोपः, सुसकारस्य सकारे परिलोपः भवति. पूर्वस्य सकारस्य लोपः सु तासे. तासात् यदि आथाम् अस्ति अत्र टित् आत्मनेपदी आत्मनेपदी तेरे, अनेन किं भवति? प्रसक्तिः अस्ति, टित् अस्ति, लुट् लकार टित् संज्ञा भवति लुट् लकारस्य. सो अत्र टित् आत्मनेपदे टेरे तस्य प्रसक्तिः अस्ति. आत्मनेपदे यत् टि भाग अस्ति, आथाम् आम् इति भवति टि भाग, तस्य स्थाने ए आदेशः भवति. सो आथे भवति वर्णमेलनं भूत्वा तासाथे इति आगच्छति. यत्र मध्यमपुरुष बहुवचने अस्ति ध्वम्, अत्र किमस्ति? पुनः टित् आत्मनेपदी तेरे, तस्य प्रसक्तिः अस्ति. अम् भागस्य स्थाने ए आदेशः भवति. द्वे इदानीं तास् योग द्वे भवति. इदानीं धि च इति सूत्रेण सकारस्य लोपः भवति. सो ता द्वे इति भवति. प्रथमपुरुष उत्तमपुरुष एकवचने ईङ् स्थाने अङ्गकारस्य संज्ञा भूत्वा ई अवशिष्यते. ई स्थाने ए आत्मनेपदे तेरे पुनः ई स्थाने ए आदेशः भवति. ए आदेशः यदा भवति तत् ह एति इति सूत्रमस्ति. एति परे सकारस्य हकार आदेशः भवति. सुसकारस्य स्थाने हकार वर्णमेलनं भूत्वा ताहे. तत् तास्वहे यत् महिङ् अस्ति, तत्रापि इकारस्य लोपः भूत्वा टि भागस्य लोपः भूत्वा ए इति आदेश वर्णमेलनं तास्वहे, तथैव तास्महे इति भवति. इति वयं गतसप्ताहे कृतवन्तः. इदानीं वयं पठामः अन्य प्रश्न उदेति तत् तत्र पूर्वं यत् अस्ति प्रश्न भवति यत् शतासि लुल्लटु इत्यस्मात् आरभ्य वयं पठामः. प्रश्नः भगिनि समीचीनम् एकः प्रश्नः अस्ति अत्र नास्ति, तस्य उपरि अनुरोधेन इति उक्तं, तस्य अर्थः किम्? आनुपूर्या उपरि स्थलद्वयेषु अत्र अस्ति न तत् पूर्वम् आनुपूर्या सिद्धं भवति सर्वादयसिद्धं पूर्वम् अनुबन्धस्य अभावे भवति इति प्राचीनानां मतम्. परन्तु नागेश वदति अनुरोधेन इति, कुत्र स्थलद्वये दोषी सति तस्य उपरि उपरि नम्बर् किम् अस्ति अन्ततो गत्वा दादिविशेषो तु सर्वादेशत्वं विना अनुबन्धत्वस्य अभावेन अनुभूयासिद्धम् इत्यस्य अर्थः अत्र नागेशः लिखितं यत् सर्वादेशत्वं विना नाम सर्वादेशात् पूर्वम् अनुबन्धत्वस्य एव अभावः स्वादि सर्वादेशात् पूर्वम् अनुबन्धत्वम् अभावः तेन अभावेन अनुभूयासिद्धम् इति प्रचीननाम तर्हि किमर्थं नव्यान नागेशेन लिखितम् अनुरोधेन इति तस्य अर्थः अहं न जानामि अनुरोधेन इति अनुकूलता कारणेन टु बि इन् कम्प्लायन्स् वित् वाट् एवर् वास् सेड् हि वाण्ट्स् टु बि कम्प्लायन्स् हि वाण्ट्स् टु एग्री वित् वाट् एवर् वास् सेड् बिफोर् अनुरोध गौरवेण वित् द रेस्पेक्ट् दे एग्री धन्यवादः कः पठति प्रथमं महोदय भवान् एव पठति प्रथमम् अस्तु कोऽपि प्रश्नः अस्ति वा प्रत्या प्रति न अपि तदनन्तरं महोदय उक्तवान् यदि धातव दागम अनुकूला सन्ति तत्र सिद्धतिङ्प्रत्या इकार आगच्छति आदौ तस्य अधोभागे दत्तमस्ति यत् सिद्धतिङ्प्रत्या सन्ति परस्मै पशु सिद्धतिङ्गप्रत्या तारौ तारः इति धातु चेत् अस्ति चेत् सिद्धतिङ्गप्रत्याखानि सन्ति मणिमहोदय इति पठित्वा तदनन्तरम् उपरि गच्छतु ओके सिद्धतिङ्गप्रत्या अस्तु यत्र कोष्टकम् अस्ति रै परस्मै पशु सिद्धतिङ्गप्रत्याः तत् पठतु अपि धातु चेत् अस्ति चेत् अस्तु पुनस्मृतिः भवति स्मरणं भवति परसुप्रतिसिद्धतिङ्प्रत्याः प्रथमपुरुषे एकवचने ता तारौ तारः मध्यमपुरुषे तासि तास्तः तास्त उत्तमपुरुषे तासि तास्वः तास्मः इति परस्मपितानाम् आत्मनेपितानां प्रथमपुरुष ता तारौ तारः मध्यमपुरुषे तासे तासाते ता ता द्वे उत्तमपुरुषे ताहे तास्वहे तास्महे धातु आम् आम् वक्तुं शक्नोमि समीचीनं अस्तु तास् प्रत्ययः अस्ति अत्र तिङ्प्रत्ययस्य स्थाने डारेसः युटः प्रथमस्य डारो रसः इति सूत्रेण अनन्तरं चुटु इत्यनेन अत्र डकारः लोपस्य अनन्तरम् आयव तिष्ठति इदानीं बसमीकः न भवति पूर्वसन शब्दस्य रूपं परन्तु डित् सामर्थ्यात् टेः इति सूत्रं कार्यं कृत्वा अत्र तास् प्रत्ययस्य आस् इति टीपः लोपो भूत्वा त एव त योः आ इति ता इति रूपं भवति एकवचने अनन्तरं मध्यमपुरुषे द्विवचने तत्स्थाने रौ आदेशः अतः तास्योः रौ अत्र रीचसूत्रं कार्यं कृत्वा तासस्य सस्य लोपः भवति अनन्तरं रूपं तारौ इति अनन्तरं जी स्थाने बहुवचने अत्रापि रसिद् आदेशः जी स्थाने अत्र रीच इति सूत्रम् अत्र एव रेपस्य परमस्ति किल अतः रीच कार्यं कृत्वा तास् इत्यस्य सस्य लोपः अनन्तरं तारस् अनन्तरं पदान्ते अस्ति सकारः सत्सोरुः करवसनविचनीयति अभ्यां क्रमेण ऋत्वं च विसर्ग भूत्वा तारः इति अन्तिमरूपं भवति. मध्यमपुरुषे तास्योः सि अत्र किमपि न कार्यं तदेव तिष्ठति. अत्र तासस्यो लोपः इति सूत्रेण तास् इत्यस्य सकारं लोपो भूत्वा सि इति मेलनेन तासि इति. अनन्तरं अन्यत् कार्यं किमपि नास्ति. अतः मध्यमपुरुषे द्विवचने मेलनं अतः अन्तिमपर्यन्तं मेलनमेव तास्योः तः तासः तास्योः त तास तास्योः बि तास्मि तास्योः वः तासः तास्योः मः तास्मः इति. इदानीम् अरुणा भवती आत्मनेपदी करोतु. धन्यवादः. धन्यवादः भगिनि. आत्मनेपथ्यङ् प्रत्ययसिद्धि प्रथमं तास् योगः ता लुटः प्रथमस्य दारौ रसः इति सूत्रेण तकारस्थाने डकार आगच्छति. छुटु इति सूत्रेण टकारलोपो भूत्वा आ एव अवशिष्यति. अधुना भासज्ञक द्वित्वसामर्थ्यात् अत्र तेः इति सूत्रम् आगत्वा ति भागलोपः भवति. ततः त् योगः ता त् प्लस् योग आ ता इति रूपं निष्पन्नं भवति. तदेव द्विवचने आताम् अस्ति अत्रापि क्षम्यता. तदनन्तरं आताम् आतम् अत्रापि लुटः प्रथमस्य दारो रसः इति सूत्रेण आतां स्थाने रौ आगच्छति. रौ इति ऋचः इति सूत्रेण रकार पूर्व तास्प्रत्ययस्य सकारलोपं भूत्वा तारौ भवति. उत्तमपुरुषे बहुवचने झास् प्रत्यय लुटः प्रथमस्य दारौ रसः इति सूत्रेण तास् योगः रस् अस्ति. इच्छायितसूत्रेण तास् प्रत्यय सकारलोपं भूत्वा ता योग रस् तारस् ससजशो रुः खरवसानिवसजने सूत्रेण तारः इति रूपं भवति. तदनन्तरं थास् मध्यमपुरुष एकवचन थास् योगः थास् थासः से इति सूत्रेण नित्लकारस्य थास्थाने से आदेशः भवति. तास् योगः से अत्र नूतनसूत्रमस्ति. तास तासोर्लोपः इति सूत्रेण तासस्य सकारलोपं भूत्वा तासे इति रूपं निष्पन्नं भवति. तास् योगः आतां तितात्मनिर्वधरां तेरे सूत्रेण टी भागस्य लोपं भूत्वा एकारः क्षम्यताम् अत्र एकारः भवति. या टि भागस्य स्थाने एकार आदेशः भवति. आताम् आते भवति. तास् तासाते इति रूपं निष्पन्नं भवति. तास्योगत्वम् अत्र अत्रापि तित आत्मनेपदेत सूत्रेण स्थाने आत्मनेपदसंज्ञ स्थाने एकार आदेशः भवति. तदनन्तरं नूतनसहायम् अस्ति दिच धीच इति सूत्रेण थटारलोपं भूत्वा ता द्वे इति क्षम्यतां भगिनि. तास्य उत्तमपुरुष एकवचनं तास्य वै तेत आत्मनेपदानं तेरे सूत्रे ई स्थाने एकार आगच्छति. हा एति इति सूत्रेण सकारस्थाने हकार आदेशः भूत्वा ता हे भवति. तास् योगः वहि तितात्मनेपदानां तेरे इति सूत्रेण इकारस्थाभागे एकार भवति. तास्वहे तास्महे इति रूपाणि. इदानीं विनया भगिनी भवती पठति वा धातु चेत् अस्ति चेत् किं भवति किं भगिनि कुत्रतः भगिनि कुत्रतः भगिनि कोष्टकम् अस्ति भगिनि धातु चेत् अस्ति चेत् अत्र इदानीं प्रश्नः भवति यत् तत्र किं शतासील इति कोष्टकमस्ति न धातु सेत् अस्ति चेत् रूपं किं भवति न पश्यामि तत्र कोष्टकम् अधोभागे गच्छति ओ अस्तु अस्तु अधोभागे धातु सेत् अस्ति चेत् परस्मैपदे सिद्धसिं प्रत्ययः इता इतारौ इतारः इतासि सूत्रं वदतु केन सूत्रेण इकार प्रत्ययः सेट् अस्ति चेत् धातोः अपि सेट् योग्यः भवेत् तदा एव इकारः भवति कृते बलादि आर्द्रदातुके इति भवेत् धातु सेत् भवेत् केन सूत्रेण इदागम प्रत्ययस्य आदौ अस्ति आद्यन्तौ टकितौ इति इट् च इतस्ति तेन कारणेन सम्यक् वा अस्तु इता इतारौ इतारः इतासि इतास्थः इतास्थ इतास्मि इतास्वः इतास्मः अपि च आत्मनेपदे सिद्धतिङ्प्रत्ययाः इता इतारौ इतारः इतासे इतासाथे इताध्वे इताहे इतास्वहे इतास्महे तत्र उदाहरणमस्ति दातुः पठनीयं किं तत्त्वं वयं न कृतवन्तः उपरि गच्छामः मङ्गलवासरे वर्गे कृतवन्तः दाता दातारौ इति न पठितव्यं न उपरि गच्छामः प्रश्नः भवति यत् चतासि लिङ्गतो प्रश्नः भवति यत् स्यतासि लृ लुटोः इति सूत्रे तासि इति प्रत्यये इकारः उच्चारणार्थः नास्ति चेत् हलन्त्यम् इत्यनेन तास् इत्यस्य सकारलोपो भविष्यति अत्र काशिकाकारः प्रतिपादयति यत् अत्र प्रश्नः अस्ति यत् शतासि लृ लुटोः इति सूत्रे तासि इति प्रत्ययस्य इकारः इत्संज्ञकः अस्ति वा न वा इति यदि न इति मन्ये हलन्त्यम् इत्यनेन तास् इत्यस्य सकारलोपो भविष्यति तदा प्रक्रिया भिन्ना भवति आत्मनेपदे प्रथमपुरुष एकवचने मन् धातुः योगः तास् योगः त लुटः प्रथमस्य दारोरसः इति मन् तास् डा इति टेः इत्यनेन तास् प्रत्ययस्य डित् प्रत्यये परे डित्सामर्थ्यात् टी भागलोपः भवति तास् इत्यस्य डित् टी भागः अस्ति आस् इति आस् लोपे सति मन् योगः त योगः डा मन्ता इति अत्र अनिदितां हल उपधायाः ङिति इत्यनेन यदि ई केवल उच्चारणार्थम् अस्ति तदा शब्दः तदा शतासि अनिजित् भवति अनिजितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति कितिङिति प्रत्यये परे उपधायां शतस्य नकारस्य लोपः भविष्यति यः अनिष्टः ध्येयं यत् अत्र मन्त् इत्यस्य धातुसंज्ञा नास्ति परन्तु अनिजितां हल उपधायाः किति इति सूत्रे धातुसंज्ञा न अपेक्षिता केवलम् अनिदित् हलन्तम् अङ्गम् अस्य नकारलोपस्य निवारणार्थं काशिकायामस्ति इदित्करणम् अनुनासिकलोपप्रतिषेधार्थं मन्ता एतदर्थं तासि इदित् इत्युक्तम् काशिकाकारस्य मतम् एवमस्ति यत् अत्र इदित् इकारः उच्चारणार्थं न परन्तु इदित्करणीयम् इदित्करणार्थे इदित्करणेन अत्र सूत्र अनिदितामहलोपधायसूत्रस्य प्रसक्तिः नास्ति इति यदि इ इत् अस्ति इदित् भवति ता तेः इति सूत्रेण आस् लोपो भूत्वा त अवशिष्यते मन्त अपि आ मन्ता इति भवति तत्र अनिदितामहलोपधायः किति इत्यस्य सूत्रस्य प्रसक्तिः नास्ति यतोहि इति इत् अस्ति तेन सः वदति यत् अनुनासिकलोपप्रतिषेधार्थं यदि इदित् नास्ति तत्र मन्तस्य नकारः अपगच्छति तत् तस्य प्रतिषेधार्थम् इदित् करणम् अस्ति इति काशिकाकारः वदति इदानीम् अनदित हल् उपधारा यदि अस्ति तस्य निमित्तं किं भवति सूत्रस्य निमित्तमस्ति इत् इत् अस्ति इत् इत् इदित् नास्ति वर्णस्य इदित् नास्ति अपि च उपधायाम् अङ्गस्य हलन्त अङ्गस्य उपधायां नकारः स्यात् तत् नकारः लोपो भवति और् कितिङ् इति प्रत्ययपरे अस्तु अनिदितां हल उपधाय तत्सूत्रं पठतु अनिदितां हल उपधायः किति अस्तु अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति कितिङ् इति प्रत्यये परे इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहिगर्भः नञ् तत्पुरुषसमासः तेषाम् अनिदिताम् क च न च तयोः इतरेतरद्वन्द्वः कौ कौ इतौ यस्य सः ङित् द्वन्द्वगर्भ बहुव्रीहिसमासः तस्मिन् किति अनिदितां षष्ट्यन्तं हलः षष्ट्यन्तम् उपधाया षष्ट्यन्तम् इति सप्तम्यन्तम् अनेकपदमिदं सूत्रं श्नान्नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपधायाः न लोपः इति अस्तु इदानीं डा इति प्रत्यक्षित् नास्ति कथं वयं वदामः इति अस्ति हा तद् मम प्रश्नः अस्ति भगिनि तद् न जानामि अस्तु डा इति प्रत्यय इति मणिमहोदय उत्तरमस्ति किं भगिनि डा प्रत्यय कित् नास्ति कथम् अनदितां हलोपदया कितिङिति तस्य सूत्रस्य प्रसक्तिः भवति मन्त् योग आ यत्र अस्ति मन्त् योग आ अस्ति चेत् इति प्रथमपुरुष एकवचने इति यत् वयं इदानीं वयं चिन्तयामः यत्र आगच्छति अनुदितां हलुपधया कितिङ् इति तस्य प्रसक्तिः अस्ति इति वयं पठन्तः स्मः तत्र कथं प्रसक्तिः भवति तस्य निमित्तम् आ कथं कितिङ् इति परे अस्ति वा स्थानिवत् भवने ते इति किम् अस्ति अपि अस्ति इति कृत्वा ते प्रत्ययः अपि किम् अस्ति अपि तु निद्वद् भवति इति कृत्वा निकीचैकिनेन वद्भवति इति कृत्वा अत्र नित्वत् किम् अस्ति नित्वं स्वीक्रियते अत्र अनन्तरं तस्य स्थाने ते इत्यस्य स्थाने डा आदेशः भवति तदा तु स्थानिवद् आदेशौ अनुविहितौ इति सूत्रेण अत्र यत्र पूर्वतनेः प्रत्ययः अस्ति तस्य स्वभावम् अनुकरोति खलु भगिनि तथा अस्ति वा सारदातकम् अप्यति कारणेन साधु भगिनि न अवगच्छामि भगिनि पुनः वदतु कथं अत्र किम् अत्र ते इति आत्मनेपदानां विषये अत्र प्रश्नः अस्ति खलु डा इति निद्वत् स्वीकुर्मः इति परस्मैपदीनां कृते तु तथा नास्ति परस्मैपदीनां तु ति इति प्रत्ययः अस्ति किन्तु आत्मनेपदीनां ते इति प्रत्ययः परस्मैपदीनां त इति प्रत्ययः तत्र किम् अस्ति तत्र मूले प्रत्ययः यत्र परस्मैपदीनां तु तिप् वर्तते खलु पित् आम् आम् प्रत्ययः पित् अस्ति इति कृत्वा निद्वत् न भवति अत्र किम् अस्ति अत्र तु अत्र किम् अस्ति आत्मनेपदानां विषये त इति प्रत्ययः पित् नास्ति तर्हि अपित् प्रत्ययः सार्वधातुकमपि निद्वत् भवति इति कृत्वा मित्वम् आरोपितं भवति तस्मिन् इदित् प्रत्ययः ङित्वत् इति अस्ति वा न न प्रथमम् अस्ति अङ्गम् इदित् अस्ति वा इति द्रष्टव्यम् अस्ति द्वयम् अस्ति एकम् अस्ति अङ्गम् अनिदित् अस्ति चेत् इति प्रथमप्रश्नः अस्ति वा इति प्रथमप्रश्नः तद् वयम् अनन्तरं पश्यामः द्वितीयप्रश्नः अस्ति प्रत्ययः निति इति अस्ति खलु उपादायाः तर्हि द्वितीयप्रश्नः अस्ति प्रत्ययः निद्वद् अस्ति वा इति कित् वा नित् वा अस्ति वा इति द्रष्टव्यं खलु तर्हि भगिन्याः प्रश्नः आसीत् तत्र डा इति प्रत्ययः कित् अपि नास्ति नित् अपि नास्ति तर्हि कथं वा वयं स्वीकुर्मः इति तर्हि मम एवम् अवशेषं मूलप्रत्ययः तु डा इति तु साक्षात् प्रत्ययः पूर्वप्रत्ययदेशः नास्ति प्रत्ययमिति पश्यामः चेत् त इति एव प्रत्ययः अस्ति परस् आत्मनेपदीनां मूले तु त इति प्रत्ययः तर्हि त प्रत्ययः पित् नास्ति तर्हि सार्वधातुकम् अपि निद्वद् भवति खलु सार्वधातुकमपि इति सूत्रेण क्षम्यतां दोषणं पूर्वं भवति सार्वधातुकमपि इति सूत्रेण नित्वम् आरोपितं भवति त प्रत्ययस्य यदा स प्रत्ययस्य स्थाने द्वय इति आदेशः भवति तत्र तु तान्यवदादेशौ अनल्विदौ इति सूत्रेण अल्विधि कार्यं नास्ति खलु यत्र गुणादेशः इति नित्वम् आदेशः भवति आरोपितं भवति तत् गुणम् अस्ति तत्तु हल् अल् अल् कार्यं नास्ति वर्णनिमित्तं कार्यं नास्ति इति कृत्वा आदेशस्यापि समानगुणं स्वीकरोति आदेशः अपि अस्तु तर्हि स्थानिनः स्वभावं स्वीकृत्य डा इति प्रत्ययः अधुना आत्मनेपदानां विषये डा इति प्रत्ययः निद्वद् भवति अस्तु कृत्वा निति इति सूत्रे निति इति प्रयुक्तमस्ति तस्य प्रसक्तिः प्राप्तिः भवति अस्तु अन्यथा महोदय भगिन्या यथा उक्तं मन्त् इति अङ्गं स्वीकुर्मः अत्र तु धातुः इति सूत्रे न अनिदितां अङ्गकार्यमस्ति मन्त् इति तु किम् अङ्गम् अस्ति हलन्तम् अङ्गम् अस्ति निदित् नास्ति खलु साक्षात् पश्यामः चेत् मन् धातुः इदित् नास्ति धातुः इदित् नास्ति ततः एव पाणिनिः तत्र सकारे तसि इति किम् अस्ति इति स्वीकृतवान् तासि इति प्रत्ययं स्वीकृतवान् तासि इति प्रत्ययं तत्र इकारः अत्र लोपः जायते खलु मन्तासि इति स्वीकुर्मः इति कृत्वा मन्तासि इति अङ्गं तत्र इदित् भवति इति कृत्वा अनिदित् इत्यस्य कार्यं नाम विभागप्रश्नद्वयं भवति खलु उभयं स्वीकृत्य धन्यवादः महोदय धन्यवादः क्षम्यतां भगिनि महोदय भगिनी भवती चालयतु अग्रिमे केवलं वयं द्वयं परिच्छेदं कृतवन्तः महोदय प्रत्येकं वारं वारं पृष्टवन्तः सर्वे अग्रे यः न पठितवान् भगिनि अहम् अनन्तरं पठिष्यामि भगिनी अत्र तद् निद्वत् अपित् अस्ति सार्वधातुकम् अपित् इत्यनेन निद्वत् भवति सम्यक् वा आं भगिनि, तद् कारणेन तद् नीति अस्ति. आम्, निर्मित स्वभावं स्वीकरोति निद्वद् भवति इति कृत्वा, अनन्तरं त इत्यस्य स्थाने डा इति आदेशः भवति, डा आदेशः भवति, डा आदेशः अपि स्थानिवद् भावं स्वीकरोति स्थानिवद् आदेशौ अनल्विदौ इति सूत्रेण इति कृत्वा डा इत्यस्य अपि नित्वं स्वीकरोति, डा इति प्रत्ययः अपि निद्वद् भवति. अग्रे गच्छतु भगिनि, भवती एव करोतु भगिनि, सरला भगिनि. अहं पठामि वा, सर्वे पठितवन्तः वा भगिनि? वयं पुनः स्मरणं कृतवन्तः गतसप्ताहस्य. एतत् पङ्क्तिं पुनः पठनीयं खलु, आत्मनेपथ्ये प्रथमपुरुषे एकवचने इति. अस्तु, भवती करोतु, भवती पठतु, अनन्तरम् अहं पठामि. अहं पठामि, करोतु. इदानीं विमला भगिनी पठितवती एतत्, विमला भगिनी प्रतिपादयति इदानीं. करोतु भगिनि, विमला भगिनी, विमला भगिनी प्रतिपादयतु. किं प्रतिपादनीयं? यत् भवती पठितवती अनिजतां हल उपधायाः किति, तस्य कृते क्या इदित् करणमासीत्. अच्छा, मया यत् पठितं शत्यासी ललुटोः इत्यत्र तासी इति प्रत्ययस्य इकारः उच्चारणार्थमिति पूर्वं दत्तं. यदि उच्चारणार्थम् अस्ति तदा सकारस्य लोपः स्यात्. यदि सकारस्य लोपः भवति तदा मन् धातोः प्रक्रियायाम् अनिदितां हल उपधायाः किङिति इत्यस्य सूत्रेण नकारलोपो भवति, तर्हि मता इति अनिष्टं रूपं सिध्यति. तेन कारणेन सूत्रकारः वदति यत् ई अस्ति, तासि यत् ई अस्ति, तत् उच्चारणार्थं न, तत् इत्संज्ञकः ई इति. तत् इदित् तस्य संज्ञा इदित् करणमिति दत्तम्. इदित् करणं किमर्थं दत्तं? यतोहि अनुनासिकलोपस्य प्रतिषेधार्थं, यथा मन्ता इति शब्दे भवति. एतदर्थं तासि इदित् इत्युक्तम्. एत् अत्रैव अनिदितां हलोपदायः किति इति च सूत्रस्य अस्माकं चर्चा अभवत्. अत्र च पक्षद्वयं वर्तते. भव्या भगिनी पठति किम्? अस्तु भगिनी, पठामि. अत्र च पक्षद्वयं वर्तते. एकस्मिन् पक्षे आभीयशास्त्रं नित्यं स्वीक्रियते, अपरस्मिन् च आभीयशास्त्रम् अनित्यं स्वीक्रियते. तेहे अनन्तरम् अनिदितां हलोपदायानीति द्वयमपि आभीयशास्त्रम्. जयादित्यः आभीयशास्त्रम् अनित्यम् इति न मन्यते, अतः तेहे इत्यस्मिन् यः टीभागस्य लोपः सः असिद्धः न भवति इति कारणतः, असिद्धः न भवति इति कारण अनित्यं न मन्यते इति वा, नित्यं न, अनित्यम् इति न मन्यते इत्युक्ते नित्यम् इति मन्यते सः जयादित्यः खलु. तर्हि सः किं वदति, तेः इत्यनेन यहटी भागलोपः सः सिद्धः, सः असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् तस्य निवारणार्थं तासि इति मत्वा एव निवारणं सिद्ध्यति. वामनः तु आभीयशास्त्रम् अनित्यम् इति मन्यते, अतः तेः इत्यनेन यहति भागलोपः सः असिद्धः इति कारणतः तासि इत्यस्य इकारः उच्चारणार्थम् इति प्रतिपादयति. अस्तु अस्तु, तर्हि तत्र विषयद्वयम् अस्ति. यथा वयं पूर्वम् उक्तवन्तः अनिदित मन्त् योगः आ इति स्थितौ अनितितां हलोपदायानिति इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा प्राप्ति अस्ति वा इति यत्र दर्शनं भवति तदा तु प्रत्ययस्य डा प्रत्ययः नीति इति वयम् अङ्गीकृतवन्तः, अधुना अवगतवन्तः. किन्तु मन्त् इति अङ्गं नित् अस्ति वा इति प्रश्नः, अनिदित् अस्ति वा नित् अस्ति वा इति प्रश्नः उदेति. तस्मात् अपि पूर्वं किम् अस्ति, तस्मादपि पूर्वं प्रश्नः उदेति सेः इति सूत्रमस्ति, अनन्तरम् अनिदिता महलोपादायाम् इति सूत्रमस्ति, उभयमपि आभीयकार्यं वर्तते इति. तर्हि तेः इति सूत्रं किं वदति, तेः इति समानाश्रितम् आभीयकार्यं वयं स्मरामः खलु, समानाश्रितम् आभीयकार्यम् अशुद्धं भवति इति उक्तवन्तः खलु. तर्हि तेः इत्यस्य तु सूत्रे तु नित्वेनैव तत्र नित्वमेव निमित्तमस्ति खलु. तेः इति सूत्रं वदति तेः भसंज्ञकस्य अङ्गस्य तिसंज्ञकस्य नित्प्रत्यये परे लोपः भवति इति. तर्हि निति परे इत्येव तेः इत्यस्य कार्यम्. अधुना अपि अग्रे अपि अत्र किम् अस्ति, अत्र अनिदितां हलुपदाय निति इत्यस्मिन् अपि निति इति नित् इति अधिकृत्य एव कार्यं भवति. तर्हि समानाश्रितम् आभीयकार्यम् असिद्धं भवति इति स्वीकुर्मः खलु. तर्हि यत्र असिद्धम् इति स्वीकुर्मः, तर्हि अत्र असिद्धम् इति यत्र स्वीकुर्मः तत्र किं भवति, तेः इत्यस्य स्थाने तेः इत्यस्य यत् कार्यम् अस्ति तद् कार्यम् अनिदितां हलोपदायाम् इति न पश्यति एव. यदि न पश्यति तर्हि तद् तत्र किं भवति, टी भागलोपः तत्र तत्र तु तास् डा इति एव भवति खलु, प्रत्ययः तु तास् डा इति एव तिष्ठति. तद्वा तासा इति तिष्ठति, आम् वर्णमेलनं भवति, तासा इति तिष्ठति, तासा इति. तत्र तु तत्र किं भवति, तासा इति भवति, तदा तु किं भवति, अधुना तु तासा इति यत्र भवति तत्र तत्र तु तासा इति प्रत्ययः अस्ति, मन्त् इति अङ्गम् अस्ति, मन् इति किम् अस्ति, मन्त् योगः तास् योगः आ इति स्वीकुर्मः. तत्र तु अनिदितां हलुपदायानिति इत्यस्य कार्यं भवति इति वा किञ्चित् भगिनि, मन् योग तासा इति भवति, मन्तासा इदानीं नकारपदायां न भवति न इति कृत्वा नकारस्य निवारणार्थं तासि इति नास्ति इत्यस्य आवश्यकता नास्ति खलु. तर्हि एवं चिन्ता उच्चारण अपि साधु द्वयो साधु भवति. यदि तासि स्वीकुर्मः यथा पूर्वं वयं दृष्टवन्तः, अत्र उक्तमस्ति जायमानस्य यत् मतमस्ति तत्र तु इदित् अस्ति इति भवति चेदेव निवारणं भवति खलु, सिद्ध्यति यत् किमस्ति जयदत्त जयदत्तस्य मतेन तासि इति भवति, इदित् भवति तत्र द्वितीयव्याकरणम् अहम् अधुना अवगच्छामि अवगच्छामि. तेः इति यत् असिद्धत्वम् अस्ति खलु, तेः इति अभ्यकार्यम् अस्ति, प्रथम अभ्यकार्यं समानाश्रितम् अभ्यकार्यम् अस्ति अनिदितां हलुपदायनीति इति अभ्यकार्यं. तर्हि अत्र यदि अभ्यकार्यं न पश्यति इत्युक्ते अनित्यम् इत्युक्ते न पश्यति इति अर्थः, तर्हि तेः इत्यस्य कार्यं किम् अस्ति, अनिदितां न पश्यति, अनिदितां न पश्यति. यदि इकारः केवलम् उच्चारणार्थम् अस्ति तदा टेः इत्यस्य कार्यं न दृश्यते. अनिदितां हलोपदायः किमपि एकः वदति, जयादित्यः वदति, यद्यपि टी भागः यद्यपि सः वदति अनित्यं न मन्यते इत्युक्ते यद्यपि समानाश्रितम् आभीयकार्यं पश्यति इति सः वदति इति कृत्वा मन् योगः प्रथमं वयं किं चिन्तनमासीत् मन् योगः इत् योगः आ इति सः पश्यति यदा पश्यति तदा तु अधुना उपादायां नकारः अस्ति मन्त् इति कृत्वा यदि वयं तासि इति स्वीकुर्मः चेत् एव अत्र नकारस्य लोपः न भवति. प्रकृतिमेव अस्ति, कालमित् नास्ति. अत्र तु इदित् इति स्वीकृत्य एव जयादित्यस्य किन्तु अन्यः वामनः यः वदति तेः इत्यस्य कार्यमेव न भवति, पश्यति अनिदितां हलोपदायानिति इति, तर्हि न पश्यति चेत् तास् इति पश्यति, उपादायं नकारः नास्ति, उपादायम् आ अस्ति, उपादायम् आ अस्ति, आवश्यकमेव, इकारस्य महत्त्वं किमपि नास्ति इति कृत्वा सूत्रस्य प्रसक्तिः प्राप्तिः अपि न भवति इति सः वदति. भगिनि वामनमतं पुनः वदतु भगिनि. आं भगिनि, अत्र जयादित्यस्य मतम् अवगतवन्तः खलु, गते सप्ताहे वयं यत् चर्चितवन्तः, तत्र तु अनिदितं हलोपदायानिति इति तेः इत्यस्य कार्यं पश्यति, पश्यति इति कृत्वा अनिदितं हलोपदायानिति किं पश्यति, म इन् इत् आ इति एव पश्यति, आ प्रत्ययः मन्त् इति अङ्गमेव पश्यति, तत्र नकारः उपादायम् अस्ति इति पश्यति जयादित्यस्य मतेन. किन्तु यत्र वामनस्य मतेन स्वीकुर्मः चेत् आवीयस्य शास्त्रम् अनित्यम् इति मन्यते, इत्युक्ते न पश्यति, असिद्धं भवति, कार्यासिद्धं भवति. अनिदितां हलोपदायां इति सूत्रस्य दृष्ट्या तेः इति सूत्रेण यत् कार्यं कृतं, प्रथम आवीयकार्यं यत् कृतं, तत् कार्यम् असिद्धं भवति, कार्यासिद्धं भवति इति कृत्वा अनिदितां देहेति कार्यं पूर्वमेव जातं, किन्तु अनिदितां हलोपदायनीति तद् न पश्यति एव, तर्हि अनिदितां पुलः हलोपदायनीति इत्यस्य दृष्ट्या सः किं पश्यति, मन्त् योगः मन् योगः तास् योगः डा आ इति एव पश्यति, तत्र नकारोपदायं नास्ति, तादृशदृष्टिः अस्ति चेत् असिद्धम् अस्ति, देहे इत्यस्य कार्यं यदा असिद्धं भवति तदा तु मन् तास् योगः आ इति अस्ति, सकारः अपि अस्ति खलु, तदा तु नकारः उपादायं नास्ति, आकारः उपादायम् अस्ति, तास् इति आकारः, सकारात् उपादायम् आकारः अस्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः भवति वा अनिदितां हलोपदायान् इति इत्यस्य प्रसक्तिः, सूत्रेण किं वदति, उपादाय नकारस्य एव लोपः भवति, उपादायम् आकारः अस्ति चेत् किमपि कार्यं नास्ति खलु, तस्य कार्यं नास्ति इति कृत्वा तस्य मतेन इदित्वं स्वीकरणीयम् इति नास्ति. किन्तु सामान्यतया वामनस्य यत् मतमस्ति तदेव वयं स्वीकुर्मः खलु, यत्र आभ्यकार्यं वर्तते तत्र प्रथम आभ्यकार्यं सञ्जातं चेत् द्वितीय आभ्यकार्यं तत् किमस्ति सूत्रं न पश्यति इति एव वयं पूर्वं पठितवन्तः खलु, तत्रापि मतद्वयम् अस्ति महोदय, महोदय उक्तवान् किमपि स्वीकर्तुं कार्यं न करोति, काशिकायाम् अस्ति मतमपि अस्ति, महत्त्वपूर्णं भवति अतः वयं तावत्पर्यन्तं कृतवन्तः केवलं भगिनि, बहु चर्चा जाता, भ्रमात्मक अस्ति महोदय, पुनः पुनः सर्वेभ्यां सर्वान् दृष्टवान्, मया अपि पृष्टं भवती इदानीं वदतु किम् अवगतवती. अस्तु एकनिमिष अत्र जय किं जय जयत्यादि जयादित्यः तस्य डिसपियर्स् मै कम्प्यू इन् अ फोन् ऐ डोण्ट् हेव् एन् इण्टर्नेट् सो एकनिमिष लेट् मी टेक् पिक् अप् द वेर् इट् इस् रिटन् सो ऐ डोण्ट् नो संज्ञा एवमेव निकाशित् उप्ष्मेघवर्षति ऐ थिङ्क् इट् गोस् टु फर्दर् अप् फर् सम् रीसन् एकनिमिष ऐ डोण्ट् नो वेर् आल् आफ् अ सडन् इट् जस्ट् डिसपियर्ड् प्रश्नः अस्ति यत् द्यापदे अपदे आदेशस्य प्रत्ययत् कदा जायते, तद् तद् न पठितम् ऐ एम् गोयिङ्ग् फर्दर् फर् सम् नो नो नो I want to see it and then say it so that I'm not making mistake and I understand properly. Bhagadattu bhagini ekavaram. I'm going to get my stop position. आं भगिनि, अत्र प्रश्नः अस्ति मन् धातुतः लुट् लकाररूपं मन् योगः तास् अस्ति चेत् सूत्रमस्ति तेः अनिदितां हलुपदाय किन्निति देश् रूप सूत्रद्वयं कार्यं आवीयशास्त्रकार्यम् अस्ति. एकमतमस्ति आवीयशास्त्रेः इति टीभागलोहः लोपः असिद्धः. हौ डु ऐ से इट्? टे इत्यनेन टीभागस्य लोपः भूत्वा अत्र मन् योगः अस्ति. अनुदितं हलुपदया किमिति इति सूत्रं न पश्यति, ततः इति किं न पश्यति? अनुदितं हलुपदाय लोपकस्य जातः नित्यं भागस्य भवती उक्तवती प्रक्रिया अत्र डा इति प्रत्यय तास्थाने आगच्छति. ता इति अपित् अस्ति, सार्वधातुकम् अपित् इति कारणात् कित् भवति, नित् भवति, ततः कित् अस्ति कित् अस्ति किनिति इति सूत्रेण टी भाग उपदा लोपः भवति. लुक् मन् इति धातु अस्ति, कर्णप्रत्ययः अस्ति, लुट् लकारे तास् इति विकरणप्रत्यय आगच्छति, धातोनन्तरं विकरणप्रत्ययम् आगच्छति. तास् इति विकरणप्रत्ययः अस्ति. सो अस्माकं प्रक्रिया, यदि क्रियापदं वयं निर्मामः तत्र प्रथमं किं भवति, धातुविकरणप्रत्ययस्य मेलनं, तदनन्तरं विकर्ण अङ्गं भवति, तद् अङ्गनन्तरं सिद्धलिङ्गप्रत्ययस्य मेलनं. साधु आं भगिनि. सो इदानीं मन् योगतास् इति धातुविकरणप्रत्ययस्य मेलनं भूत्वा अङ्गसंज्ञा भवति. अहं प्रश्नं कृतवती भवत्या कृते, कस्य टी भागस्य लोपः भवति, मीन्स् तास् इति विकरणपचसि तस्य टी भागस्य लोपः भवति. मन् धातो न विकर्ण विकर्णप्रत्ययस्य टी भागः लोपः भवति. आम्, इदानीं मन् योग ता मन्ता इति अङ्ग अस्ति, अङ्गं भवति. अस्तु, इदानीं वदतु. मन् वद, ओके. प्रथमं धातुतः लुट्टः रुलुट्रो स्यात् आसीत् रुलुट्रो सूत्रेण लुट् आगच्छति. अनद्यतन काले प्रथमं ततः लुठः प्रथम डारोरसः इति सूत्रेण विकर्णप्रत्यथा विधीयते धातुतः पास्योः डा इति आदेशः अद्मित् तास् इति अस्ति अत्र तास् इति तास् प्रत्ययस्य नित् प्रत्ययः अस्ति ततः नित्वं सामर्थ्यात् टि भागलोप टि भागस्य लोपार्थं तास् प्रत्ययस्य आस् इति रूपम् अपगच्छति मन् मन् योगः तायोः डा अस्ति डा इति आहति परन्तु सामान्यतया अनदितां हलुपदायः किमिति सूत्रेण अङ्गस्य उपदाय नकारलोपः भवति परन्तु इष्टरूपं न भवति ततः वयं तास् इति इदित् धातु इति वयं एक व्याकरणाः जयादित्यः व्याकरणाः वदन्ति इत् इदित् अस्ति न अनदित् धातु ततः दकारलोपः उपधायां हल्वर्ण लोपः भवति अस्तु बहु समीचीनम् द्वितीयव्याकरण वामनस्य यदि इति नास्ति केवलम् उच्चारणार्थं भवति तदैव अन्यकार्यं न पश्यति केवलं मन्तव्यः एव पश्यति मन्ता इति पश्यति मन्ता भविष्यति आम् कृते कार्यं न भवति अस्ति इति इदित् वदति न वामनः तास् एव इदित् अस्ति तासि इति आगच्छति इति न वामनोच्चारणी तास् इति ते इति तस्य सूत्रस्य कार्यं न पश्यति आभ्यकार्यं भूत्वा इति वदनेन आस् इति आय् अत्र अस्ति तत्कारणात् तद् नास् दृश्यति ते इत्यनेन तस्य प्रसक्तिः एव न भवति तद् मन् एव तिष्ठति मन् परे तु मन्ता उच्चारणार्थं तासि इति अस्ति परन्तु अत्र मन् मन् तासि अत्र आगच्छति आ इपदामस्ति तत्कारणात् अभियशास्त्रम् अनित्यम् इति मन्यते अतः टेः इत्यनेन यः टीवागलोपः सा असिद्धं सा असिद्धम् अस्ति इति सा गच्छति न सकारः गच्छति इति न भगिनि सः असिद्धा इति वदनेन असिद्धमस्ति तत्कारणात् इकार उच्चारणार्थम् इति अस्ति परन्तु अत्र सकारः गच्छति सा मन्ता एव आकारः डा इत्यस्य आकारः आगच्छति तद् भूत्वा मन्ता सम्यक् वा अस्तु नकारम् उपधायम् इदानीं नास्ति यदि उच्चारणार्थे वयं स्वीकुर्मः उपधायं नास्ति तत्कारणात् तद् इदित् नास्ति न अस्ति उच्चारणार्थम् इदित् अस्ति उच्चारणार्थम् एव न वदतु वामनस्य किं वामन तु आभीयशास्त्रम् अनित्यम् इति मन्यते अत्र अनित्यम् इति किम् अस्ति आमाम् अनित्यम् इत्युक्ते अत्र आभ्यकार्यं न पश्यति इति असिद्धं भवति इति चिन्तनम् पूर्वं कृतम् अभ्यकार्यं कार्यं यदि द्वितीय अभ्यकार्यं तत् कार्यं न पश्यति इति कृत्वा अनित्यम् इति असिद्धम् अस्ति इति चिन्तनम् अतः टेः इत्यनेन यः टीभागलोपः टीभागलोपः सः असिद्धः अस्ति तत्तु असि टीभागलोपः न अस्ति टीभागलोपः न एव नास्ति तदेव वदति सम्यक् वा सम्यक् वा भगिनि आं भगिनि आं भगिनि तदेव तर्हि रूपं किं पश्यति तस्य दृष्ट्या तास् इत्येव पश्यति पश्यति तास् इति एव पश्यति परन्तु डा डा अपि अस्ति तापि अस्ति डा इति प्रत्ययः अस्ति खलु अन्ते तास् इति पश्यति अङ्गस्य अन्ते अस्तु अस्तु अस्तु टी भागस्य लोपः न भवति इति वदति वामनः असिद्धम् अस्ति तत्कारणात् तद् अस्ति अस्ति अत्र टीभागस्य लोपः तु भवतु भवति किन्तु द्वितीयसूत्रस्य दृष्ट्या तद् न भवति यदा सूत्रम् आगत्य कार्यं कर्तुम् इच्छति तदा तु तद् सूत्रं तास् इत्येव पश्यति इति न पश्यति तर्हि उपादायम् आकारः अस्ति इति मत्वा कार्यं प्रसक्तिः नास्ति मन्त् तकार दृश्यति अस्तु अस्तु अस्तु अवगतम् अवगतम् इदानीं महोदय अत्र एकवारं टी भाव लोपो चेत् अत्र उपदा तकारः अस्ति लोपो नास्ति चेत् वामनः चेत् आकारः अस्ति वा उपदा लोपं पश्यति चेत् किम् आस् इति लोपः जातः तदा तु तकारः अस्ति तकारः अन्यपक्षे आकारः धन्यवादः धन्यवादः भगिनी तावत्पर्यन्तं कृतवन्तः आं भगिनी पुनः अपि भवती कृतवती धन्यवादः सर्वेषाम् अवगमन् अभवत् अवगतं भगिनि धन्यवादः अवगतं भगिनि इदानीम् स्थगनं करोमि